भागवत पुराणे द्वात्रिंशत्तम श्लोक एवमस्ति। मन्दाः सुमन्दमतयो मन्दभाग्याः सुपद्रुताः पाखण्ड निरताः सन्तो विरक्ताः सपरिग्रहाः। मन्दाः नाम आलसिनः, सुमन्दमतयः नाम मूर्खाः, मन्दभाग्याः तथा हि उपद्रुताः नाम आतङ्कग्रस्ताः, दुःखिताः इति वा। पाखण्ड निरताः नाम पाखण्डाः नाम वेदनिन्दकाः इति। तेषु निरताः सन्तः इति कथ्यन्ते, पाखण्डनिरताः सन्तः इति कथ्यन्ते। तथा हि विरक्ताः सपरिग्रहाः, विरक्ताः ये सन्ति नाम संन्यासिनः जनाः, ते सर्वे सपरिग्रहाः नाम कामनीयुक्ताः सन्ति।